नमस्कारः, अस्माकं व्याकरणवर्गे सर्वेषां स्वागतम्। अत्र केषु गणेषु गुणः भवति इति विषये प्रवर्तमानः अस्ति। तत्र गतवर्गे वयं दृष्टवन्तः कुत्र कुत्र गुणः भवति इति सर्वं दृष्टवन्तः। सारांशरूपेण पश्यामः चेत् धात्वाङ्गे गुणः यत्र भवति इति चेत् द्वादिगणे, अदादिगणे, जुहोत्यादिगणे, तनादिगणे, छुरादिगणे गुणः भवति। यत्र गुणः न भवति इति चेत् यत्र प्रत्ययः अपित् अस्ति तत्र निद्वत् भवति, मिति च इत्यनेन गुणनिषेधः भवति। तत् कुत्र इति चेत् दिवादिगणे, स्वादिगणे, तुदादिगणे, रुदादिगणे, क्रियादिगणे इति तावत् दृष्टवन्तः। अधुना अभ्यासः, अत्र सर्वे गृहपाठरूपेण कृतवन्तः इति चिन्तयामि। अत्र मीना भगिनी आरम्भं करोति वा? नूतनछात्रः भगिनी, अहं नूतनछात्रः, भवतः पार्श्वे किमपि न पूर्वं कृतम्? हा, भवतः पार्श्वे करपत्रं, अहं किं वदामि इति चेत् अद्य भवान् केवलं शृणोतु महोदय, एकवारं शृणोतु। अत्र करपत्रमस्ति वा भवतः पार्श्वे? न न, मम ई पत्रे यत् ईमेल् मया प्रेषितं तद् ईमेल् प्राप्तं वा? तस्मिन् ईमेल् करपत्राणि सन्ति। अहम् एकवारं प्रेषयामि, पश्यतु। ओके ओके ओके, भवतः ईमेल् दृश्यते, प्रेषयामि एकवारं। वदामि भगिनि? हा वदतु। अत्र प्रश्नः कः इति एकवारं पठतु। अभ्यासः, येषां धातूनां लट् लकारस्य प्रथमपुरुष एकवचनान्तं रूपं निर्मातु, एकवचनमेव गुणकार्यं भवति चेत् केन सूत्रेण, सन्धिकार्यं भवति चेत् केन सूत्रेण इति वक्तव्यं। द्वादो ध्रु इति प्रथमधातुः, ध्रु द्वादौ धातुः, ध्रु योगः शप् इति विकरणः, द्वादौ धातु शप् योगः तिप्, शप् इति विकरणस्य पकारलोपः हलन्त्यम् इति सूत्रेण, शकारः लोपः लशपथकृतेन इति सूत्रेण अ इव अवशिष्यते। ध्रु अ भवति तस्य ध्रुव शप् इति धातुः तिंशित् सारुधातुकं संज्ञा भवति, तिंशित् सारुधातुकम् इति सूत्रेण संज्ञारूपं भवति। षित् इति सारुधातुकम् आर्धधातुकयोः इति सूत्रेण गुणः भवति। ध्रुव अ गुणः, ध्रो अ भवति, तदनन्तरं द्रौ अ भवति एचोवयावः इति सूत्रेण, द्राव अ द्राव, तिप् तिप् प्रत्ययः तदनन्तरं भवति द्रावति इति अन्तिमरूपम्। किमर्थं द्रावति? किमर्थं द्रावति? द्रू अ गुणं गुणः भवति तस्य शाब्दातुक आर्धधातुकयोः इति सूत्रेण, द्रो योगः अ भवति, तदनन्तरं द्रवति इति द्रवति द्रवति क्षम्यता द्रवति इति भवति। ओकारस्य किं भवति? ओकारस्य औ भवति, आव् भवति इति ओकारस्य औ भवति, एचो ऐ आव् आवः, एचः ऐ औ, ए ऐ ओ औ, हा इत्युक्ते एकारस्य स्थाने, एकारस्य स्थाने ऐ, ऐकारस्य स्थाने आय्, ओकारस्य स्थाने अव्, औकारस्य स्थाने आ। अत्र ध्रुयोगः शप् योगः इति गुणः भवति सार्वधातुक अर्धातुकयोः, द्रो योगः अयोगः इति यचोयवायावः इत्यनेन यान्तावान्तदेशसन्धिं कृत्वा ओकारस्य अवादेशः, द्रव्योगः अयोगः इति द्रवति इति रूपम्। अस्तु, समीचीनम्। अग्रे अरुणा भगिनी करोतु। आं महोदय, नख् नट् योगः तिप् कर्तरि अर्थे शप् आगच्छति, नक् योगः शप् योगः तिप् तिप् पकार अलन्त्यम् इति सूत्रेण लोपो भवति, शप् पकार अपि हलन्त्यं, लसक् बद्धते सूत्रेण शकारलोप आ एव अवशिष्यति, नक् योगः आ योगः अस्ति, न खति गुणकारं नास्ति, गुणकार्यं नास्ति एव, समीचीनं अस्तु, समीचीनं. लता भगिनी अग्रे करोतु. लता भगिनी अत्र एकनिमिषः. हा आम् अस्मि. नेक्स्ट् इस् चुप् किल, चुप् प्लस् शप् बिकास् वादिगणे शप् प्रत्ययः अस्ति, प्लस् तिङ् प्रत्यय ति अस्ति, सा शप् प्रत्यय षित् अस्ति अतः, एण्ड् पित् अपि अस्ति, शकारपकारलोपानन्तरम् अकार एव तिष्ठति प्रतिनिधिः, शप् प्रतिनिधिः अकार एव तिष्ठति, देन् शप् षित् अस्ति अतः सार्वधातुकसंज्ञा अस्ति, सार्वधातुकप्रत्ययः परे अस्ति चेत् गुणकार्यं भवति. हियर् अत्र लघुपदस्य किल, चु इति उपदायाम् उकारः अस्ति, तत् लघुपदस्य इति पुगन्तलघुपदस्य च इति सूत्रेण चो भवति, चो प्लस् अकार योगः अकार प्लस् ति भवति, नाट् वेरि शोर् कृतवती एव खलु, चुप् योगः अयोगः इति, चोप् योगः अयोगः इति, इदानीं मेलनं चोपति, हा चोपति, हा चोपति तावदेव. ओ चोपति, ऐ हव् नाट् हर्ड् आफ् दट् एट् आल्, अतः संशयः अभवत्. बहवः दातवः, सर्वे दातवः वयं जानीमः इति नास्ति खलु, बहवः दातवः सन्ति, तेषु अन्यतमः चुप् इति धातुः. समीचीनं समीचीनम्. अग्रे उमा भगिनी करोतु. क्षी धातु, क्षी इगन्तदातु, क्षि योगः शप् योगः ति लशक्वतद्दिते सूत्रेण तस्य लोपः इति सूत्रौ, शप् प्रत्यये शकारः लोपः भवति, इप् हलन्त्यं तस्य लोपः इत् भवति, तस्य लोपः सूत्रेण पकारः लोपयति, तस्मात् आ इति अवशिष्यते, प्लस् आ ऐ क्षयति इति केन सूत्रेण गुणः, इट् इस् एण्ड् इट् इस् सार्वधातुक आर्धधातुकयोः, तावदेव. क्षे इति गुणः भवति सार्वधातुक आर्धधातुकयोः, अथवा क्षेयोगः अयोगः इति एचोयवायवः इत्यनेन ऐक एकारस्य स्थाने अयादेशः, क्षययोगः अयोगः इति क्षयति इति रूपम्. अस्तु समीचीनम्. अग्रे ललिता भगिनी, क्षी क्षे गुण भवति, अनन्तरं किं वायवः यान्तावान्तदेशसन्धिः, यान्तावान्तदेशसन्धिः भवति तत्र एकारस्य स्थाने अयादेशे, किन्तु तत्र गुणा च भवति वा, किं गुणः च भवति वा तत्र? प्रथमं गुणः भवति, प्रथमं गुणः भवति, तदनन्तरं यान्तवान्तदेशसन्धिः सन्धिः भूत्वा क्षययोगः अयोगः इति क्षयति. अस्तु, धन्यवादः. अस्तु, अत्र ललिता भगिनी करोतु. पिट् हिंसायाम् अर्थे ह्रस्व इगन्त उपधातुः अस्ति. पिट् योगः तिप् तिप् सार्वधातुकप्रत्ययः अस्ति, तत् कारणात् शप् शप् आगच्छति. पिट् योगः शप् योगः तिप् पिट् पेट् भवति, पेट् योगः आयोगः इति पेटति इति रूपं. शप् मध्ये लशक्वतद्धिते हलन्त्यं तस्य लोपः इति कारणेन आ अवशिष्यते. तिप् मध्ये हलन्त्यम् इति सूत्रेण ति अवशिष्यते. तिंशित् सार्वधातुकम् इति सूत्रेण पिट् योगः आयोगः इति पेट् भवति. पुगन्तलघुपदस्य च इति सूत्रेण उपदा ह्रस्व उपदाया इति सूत्रेण पुगन्तलघुपदस्य च इति सूत्रेण पेट् योगः आयोगः इति पेटति इति रूपं निष्पन्नं. समीचीनं, सम्यक्. अस्तु, वासुदेवं महोदय, अत्र करपत्रं प्राप्तं वा? न, न प्राप्तं, न प्राप्तम्. अत्र प्रेषितवती महोदय, अत्र भवतः ईमेल् pkv1946@yahoo.com खलु? तत्रैव प्रेषितवती, पश्यतु. कदा कृतवती? इदानीमेव प्रेषितवती. भवतः लैन् मध्ये ध्वनिः अस्ति, अतः भवन्तम् अहं म्यूट् मध्ये स्थापयामि. अस्तु भगिनि, पेटयति किमर्थं? पेटति वा पेटयति वा? न, पेटति. ओके ओके, अस्तु. अग्रे वेङ्कटरामन् महोदय करोतु. आं भगिनि, करोमि. कुच् इति वा? कुच्. कुच् इति धातुः अस्ति. अत्र द्वादिगणे भवति एषः धातुः, द्वादिगणे भवति इति कारणात् शप् इति विकरणप्रत्ययः अस्ति. पुगन्तलघुपदस्य अपि च तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकसम्यकम् अपि भवति. इगन्तलघुपदम् अपि अस्ति. अत्र चकारस्य लोपः, चकारस्य इत्सम्यकः इत्सम्यां हलन्त्यम् इति सूत्रेण भूत्वा, तदनन्तरं तस्य लोपः इति सूत्रेण चकारस्य लोपः भवति. महोदय, अत्र कुच् इति लौकिकधातुः एव, औपदेशिकधातुः नास्ति. लौकिकधातु. ओहो, तत् लौकिकधातु इत्युक्ते अनुबन्धवर्णानां लोपानन्तरम् अवशिष्य वर्णः अकारः एव अस्ति. अतः कुच् योगः अयोगः इति वर्णमेलनेन कुचति इति भवति. न, अत्र कस्मिन् गणे अस्ति? वादिगणे अस्ति. ओ, क्षम्यतां, क्षम्यतां. कु इत्यस्य उपधायां पुगन्धलघुपदस्य इति उपधायां लघु उकारः अस्ति. पुगन्धलघुपदस्य इत्यनेन गुणः अपि भवति. आद्गुणः इति सूत्रेण उकारस्य स्थाने ओकारः. किमर्थम् गुणसंज्ञकवर्णः इति वदति वा? अस्तु, ओकारः गुणसंज्ञकवर्णः. आत्गुणः इति नास्ति, अदेङ्गुणः. अदेङ्गुणः, क्षम्यताम्, अदेङ्गुणः उकारस्य स्थाने ओकारः भवति कोच् इति कोच् योगः अयोगः इति कोचति अत्र अत्र पुगन्तलघुपदस्य च इति सूत्रस्य निमित्तं किम् अत्र उपधायां लघु उकारः अस्ति अपि च अतः पुगन्तलघुपदस्य सूत्रेण गुणः तत्र गुणः प्रभाष्यते हा तत्तत्तु अस्ति उपधायां लघु इक्वर्णः अस्ति इति अस्ति एव परन्तु प्रत्ययः कीदृशः भवेत् अत्र प्रत्ययस्य विषये अपि उक्तं खलु सूत्रे सूत्रे सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः अस्ति चेदेव गुणकार्यं भवति खलु सार्वधातुक आर्धधातुकयोः इत्यनेन सूत्रेण गुणस्य प्रसक्तिः अपि अत्र अस्ति न अत्र तु सार्वधातुक अर्धधातुकयोः इति नास्ति खलु पुगन्तलघुपदस्य च उपधायां लघु उकारः अस्ति हा अत्र किं भवान् सर्वं समीचीनमेव उक्तवान् अत्र केवलं स्पष्टीकरणार्थं स्मारयामि अहं स्मारयामि अत्र अहं स्मारयामि यत् कुच् योगः अयोगः ति इति अस्ति तत्र अ इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति षित् अस्ति खलु अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः अस्ति इति कृत्वा एव गुणः सम्भवति तत्र नो चेत् न भवति इति अपि स्मर्तव्यम् अस्तु धन्यवादः हा अस्तु गीता भगिनी अग्रे करोतु क्लेशः इदानीं तिङ्क्षिप् सार्वधातुकं सार्वधातुक आर्वधातुकयोः इति कारणात् गुणः भवति पुगन्तलघुपदस्य मेन् अपि अस्ति न उकारम् अस्ति अत्र अत्र पुगन्तलघुपदस्य च इत्यनेनैव गुणः सार्वधातुक आर्वधातुकयोः इत्यनेन गुणः नास्ति अत्र इगन्त अङ्गमेव नास्ति खलु इगन्त अङ्गम् अस्ति परन्तु शितः अस्ति चेत् सार्वधातुक आर्वधातुकयोः भवितुम् अर्हति न न अत्र न भवति कुच् इति धातुः इगन्त अङ्गम् अस्ति वा लघुपदा एव अस्ति हा लघुपद एव अस्ति अतः सार्वधातुक आर्वधातुकयोः इत्यस्य प्रसक्तिः एव नास्ति अत्र केवलं पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अवगतं वा यदि धातुः कुचि इति अस्ति कुचि इति धातुः अस्ति चेत् अङ्गस्य अन्ते इक् वर्णः अस्ति इति कृत्वा तत्र सार्वधातुक आर्वधातुकयोः इत्यस्य प्रसक्तिः भवति परन्तु अत्र कुचि इति नास्ति खलु हा इगन्त अङ्गम् अस्ति चेदेव भवति केवलम् उपधायां लघु इक् वर्णः अस्ति चेत् पुगन्तलघुपदस्य च इत्यस्यैव प्रसक्तिः अवगच्छामि महोदय अस्तु महोदय पृच्छतु राहुल् महोदय किन्तु अनुवृत्तिसहितसूत्रे तु अन्तिमे पुगन्तलघुपदस्य च अङ्गस्य एकः गुणः सर्व सार्वधातुक अर्धधातुकयोः खलु अतः तत्र सार्वधातुक अर्धधातुकयोः इति तत्र निमित्तम् अस्ति अस्ति एव हा सार्वधातुक अर्धधातुकयोः इति सूत्रे अपि सार्वधातुक अर्धधातुकप्रत्ययः एव निमित्तं पुगन्तलघुपदस्य च इति सूत्रे अपि सार्वधातुकप्रत्ययः नो चेत् अर्धधातुकप्रत्ययः एव निमित्तम् उभयत्र साम्यम् महोदय लौकिकधातुः इत्युक्ते अत्र औपदेशिकधातुः इत्युक्ते पाणिनीयधातुपाठे ये धातवः उल्लेखिताः साक्षात् उल्लेखिताः तत्र इत्संज्ञकवर्णानां योजनं सर्वं कृत्वा उल्लेखिताः भवन्ति तादृशधातवः औपदेशिकधातवः इत्युक्ते साक्षात् पाणिनिना उपदिष्टाः स एव उपदेशं करोति तेषां रूपं कथमिति सः धातुः औपदेशिकधातुः तर्हि औपदेशिकधातुतः यदा वयं क्रियापदं साधयितुम् इच्छामः तत्र इत्संज्ञकवर्णाः के इति विचिन्त्य तेषां लोपः भवति तेषां लोपानन्तरं यत् अवशिष्यते तद्रूपं लौकिकरूपं स एव लौकिकधातुः इदानीं कुच् धातोः औपदेशिकधातुः किम् अस्ति अहं दृष्ट्वा वदामि, न स्मरामि, अत्र दृष्ट्वा वदामि. अस्तु अस्तु, धन्यवादः. अस्तु, अग्रे गीता भगिनी करोतु. करोमि भगिनि. धातुः अस्ति गै, गै धातु. प्रथमविभक्तौ श्री अस्ति, तत् पूर्वं श्री श्री अस्तु. श्री प्रथमविभक्ति तिप्, श्री योगः शप् योगः तिप् अस्ति. श्री ह्रस्व इकारः धातोः अन्ते अस्ति. गुणः भवितुम् अर्हति. शप् प्रत्यये शकारस्य पकारस्य लोपः भूत्वा आ एव अवशिष्यते. गुणः भूत्वा श्री भवति श्रे. श्वे योगः आ भवति अचो यावायवः इति सूत्रात् श्वे इति श्राय. अत्र धातुः कः? श्री इति धातुः खलु? श्री, श्री धातुः. श्री कुत्र अस्ति? श्री न, श्री इति धातुः भवति श्रे. हा, श्रे, श्रे भवति. श्वे योगः आ योगः ति. श्वे योगः आ किं श्रय, श्रयति, श्रयति, श्रयति, सत्यं श्रयति, श्रयति इति भवति. हा, समीचीनम्. अस्तु, अग्रे पूर्णेन्दुमहोदय वदतु. अत्र कुच् इति धातोः औपदेशिकरूपं कुच इति अस्ति, अन्ते अनुनासिक अकारः, तस्य इत्संज्ञा भूत्वा कुच् इति अवशिष्यते. अस्तु, अस्तु भगिनि. अस्तु, पूर्णेन्दु महोदय. भगिनि, श्रयति वा श्रियति वा शयति वा? न, श्रयति. श्रीयोगः अयोगः ति, गुणः श्रे, श्रेयोगः अयोगः ति, यचोयवायावः अयादेशः, एकारस्य ऐ, श्रयति. अस्तु, धातुः अस्ति गै. अत्र गै योगः सप् योगः ति. गै इगन्तः नास्ति, लघुपदः अपि नास्ति अत्र, अतः अत्र गुणस्य प्रसक्तिः नास्ति. गै योगः अ योगः ति. अत्र एचोयवायावः सन्धि सन्धि भवति. ऐ, ऐ स्थाने आय् इति आदेशः भवति. ग योगः आय् योगः अ योगः ति, गायति इति अन्तिमरूपः भवति. बहु समीचीनं, सम्यक् सम्यक्तया उक्तम्. अत्र गुणस्य प्रसक्तिः एव नास्ति. समीचीनं, सर्वे अवगतवन्तः खलु? ऐकारः इक्वर्णः एव नास्ति, अतः यद्यपि प्रत्ययः सार्वधातुकप्रत्ययः अस्ति तथापि इगन्त अङ्गं नास्ति, लघुपद अङ्गमपि नास्ति, अतः गुणकार्यं न भवति. अस्तु, अग्रे राहुल् महोदय. तृ इति, तृ योगः शप् योगः ति. तृ इति ऋ इति इगन्त अङ्गमेव, ऋकारः, ऋकारः. शप् इति लशकोतदिते हलन्त्यम् इत्यनेन उभयमपि इत्संज्ञम् इत्संज्ञकः भूत्वा अ एव अवशिष्यते. तृयोगः अयोगः ति. अधुना अत्र सार्वधातुकमस्ति, तिंशित् सार्वधातुकम् इत्यनेन, अपि च एतत् इगन्त अङ्गमस्ति, अतः अत्र गुणः भवति. ऋकारः तस्य गुणः भूत्वा आर् भवति, अतः तार् इति भवति. तार् योगः अयोगः ति. तारति इति योग इति अन्तिम. तारति रूपं कथमस्ति? तृ इत्यस्य गुणः किं? त्रि अर् आर् खलु? न, अर् आर् इति वृद्धिः, वृद्धि. ओ सत्यम्, अस्तु, तर् तरति इति एव भवति. हा, तरति इति रूपं. तर्हि अत्र स्मर्तव्यम् अत्र ऋकारस्य ऋकारः अथवा ऋकारः यत्किमपि भवतु तस्य गुणः अर्. अतः ऋकारस्य स्थाने अर् भवति. तर्वियोगः अयोगः इति अनन्तरं मेलनं तरति इति रूपम्. अस्तु, समीचीनं. विजयलक्ष्मी भगिनी अग्रे. अदादौ वि अदादिगणे शपः लुक् इति लोपः भवति. वि योगः तिप् इति एव भवति. अत्र हलन्त्यम् इत्यनेन सूत्रेण पकारस्य लोपो भूत्वा ति एव अवशिष्यते. वि इति इगन्तङ्ग अङ्गस्य गुणकार्यस्य प्रसक्तिः अस्ति. तिङ्क्षित् सार्वधातुकम् इत्यनेन ति इति सार्वधातुकसम्यकः अपि अस्ति. सार्वधातुक आर्धधातुकयोः इत्यनेन वि इत्यस्य गुणः भूत्वा वे योगः ति वेति इति रूपं. बहु समीचीनं, सम्यक्. इत्युक्ते अत्र शप् इत्यस्य लुक् भवति. वि योगः शप् योगः ति शप् इत्यस्य लुक्. अतः तत्र प्रत्ययः एव नास्ति. वि योगः ति इदानीं साक्षात् धातोः पुरतः तिङ् प्रत्ययः अस्ति. अन्यत्र सर्वत्र मध्ये विकरणप्रत्ययः भवति. अत्र तु विकरणप्रत्ययस्य लोपः अभवत्. अतः वि योगः ति. अत्र ति इति प्रत्ययः कीदृशप्रत्ययः इति चेत् पुनः सार्वधातुकप्रत्ययः. तिङ्क्षित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः तिङ् प्रत्ययः अस्ति सः प्रत्ययः सार्वधातुकः. अतः गुणकार्यं सम्भवति सार्वधातुक अर्धधातुकयोः. प्रत्ययः सार्वधातुकः अस्ति, इगन्त अङ्गमपि अस्ति. अतः वि इत्यस्य गुणः वे, वे योगः ति वेति इति रूपम्. अस्तु, रामनाथन् वेति इति एव रूपं, नो इत्, वे प्लस् ति वेति. ओ ओके ओके, ओन्लि वेति, ओके सारी सारी. रामनाथन् महोदय. आं भगिनि, इकारम् धातु, ई धातुः इगन्त इगन्त अङ्गस्य धातुः, शप्रत्ययं लुप्तः, कोऽपि वर्णः न अवशिष्यते. ई ई गुणः भवति सार्वधातुक आर्वधातुकयोः इति सूत्रात्. ये योगः एति एति इत्युक्ते गच्छति इत्यर्थः. एति इति रूपं समीचीनं. गच्छति वा? हा, गच्छति. ओके, याति आल्सो गच्छति न? हा, याति, हा याति अपि गच्छति. ओके ओके. तर्हि अत्र सर्वेषां कृते स्पष्टमस्ति खलु, पुनः तत्र अदादिगणे विकरणप्रत्ययस्य लुक् भवति. अतः ई योगः ति, ति इति प्रत्ययः सार्वधातुकः. अतः अतः इगन्तम् अङ्गमपि अस्ति, इ इति अङ्गम्. अतः गुणकार्यं सार्वधातुकार्धधातुकयोः. ए योगः ति एति इति रूपम्. अस्तु, अग्रे लक्ष्मी भगिनी करोतु. प्रयत्नं करिष्यामि भगिनि. जुहोत्यादिगणे भृ इति धातु जुहोत्यादिगणे लक्षणं तु द्वित्वं द्वित्वं भवति. तत्र विकर्णप्रत्ययः शप् किन्तु तच्च लोपः भवति. अतः साक्षात् तिङ् एव भवति. तत्र तिङ् प्रत्ययस्य अङ्गं धातौ एव भवति. तत्र बिप् इति द्वित्वं भवति. बिप् अनन्तरं ति तिप् प् लोपः भवति हलन्त्यम् इति सूत्रेण. अनन्तरं भृ शब्दस्य ऋकारान्तः गुणः भवति अर् इति भवति. क्षम्यतां, सार्वधातुकयोः सार्वधातुक आर्धधातुकयोः इङन्द अङ्गस्य गुणः भवति इति कारणेन ऋकारः अर् भूत्वा बिभर्ति इति रूपं भवति. समीचीनं भगिनि, समीचीनं, सत्यं तथैव. तत्र बृ इति धातुः अस्ति. बृ धातुः जुहोत्यादिगणे अस्ति. तत्र द्वित्वं भवति, द्वित्वम् अभ्यासकार्यं च भवति. तत् कथम् इति अग्रे पठामः, परन्तु तत्र द्वित्वम् अभ्यासकार्यं भूत्वा बिभृ इति भवति. बिभृ योगः शप् योगः ति. शप् इत्यस्य लोपः भवति अत्र. श्लू इत्यनेन शप् इत्यस्य लोपः भवति. अतः कस्यचित् गृहे ध्वनिः अस्ति, कृपया म्यूट् करोतु. हा, बिभृ योगः शप् योगः ति. शप् इत्यस्य श्लू इत्यनेन लोपः भवति. अतः बिभृ योगः ति इति अस्ति. ति इति प्रत्ययः यथा पूर्वम् अदादिगणे आसीत् अत्रापि ति इति प्रत्ययः साक्षात् अङ्गस्य पुरतः अस्ति, धातोः पुरतः अस्ति. अत्र सार्वधातुकप्रत्ययः इति कृत्वा गुणकार्यं भवति. इगन्त अङ्गम् अस्ति, बिभृ अन्ते ऋकारः अस्ति, इगन्त अङ्गम्. अतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणः, ऋकारस्य गुणः अर्. अतः बिभर् योगः ति बिभर्ति इति रूपम् अस्ति. गीताञ्जलि भगिनी अग्रे करोतु. भगिनि, श्लुः लुक् उभयमपि लोपः एव, कोऽपि भिन्नभेदः अस्ति वा? भेदः अस्ति, तद् निमित्तीकृत्य कार्याणि भवन्ति. लुक् अस्ति चेत् कानिचन कार्याणि भवन्ति, श्लू अस्ति चेत् कानिचन कार्याणि भवन्ति इति कृत्वा तत्र विशिष्टनामकरणम्. ओके, अस्तु. गीताञ्जलि भगिनि अस्ति वा? आम् आं भगिनि, क्षम्यताम्. अस्तु, अत्र अग्रिम जुहोत्यादिगणे ह्री इति अस्ति. ह्री अपि जुहोत्यादिगणे अस्ति चेत् शप् लोपः भवति. तदनन्तरं तत् कारण तस्य कारणेन किमपि गुणः न भवति अत्र, किन्तु द्वित्वम् आगच्छति. ह्री इति जिह्रि भवति द्वित्वं कारणेन. तदनन्तरं योगः यदि लट्लकाररूपं विवक्षा अस्ति चेत् तिङ् इति आगच्छति. अत्र तिप् आगच्छति, पकारलोपः भवति. ति तिष्ठति. जिह्रि योगः ति, किन्तु तिङ् तिङ्क्षित् सार्वधातुकं सूत्रेण सार्वधातुकसंज्ञा प्राप्नोति. तस्य कारणेन सार्वधातुकार्धधातुकयोः सूत्रेण गुण भवति. जिह्रि ईकार अन्तिम ईगन्त अस्ति, ईकार एकार भवति. जिह्रे योगः ति आगच्छति, जिह्रेति इति निष्पन्नं भवति. जिह्रेति इति रूपं समानम्. अत्रापि शप् इत्यस्य लुक् श्लू भवति. अतः जिह्रि योगः ति. तिङ्प्रत्ययः साक्षात् अस्ति. तिङ्प्रत्ययः सार्वधातुकप्रत्ययः. अतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणः, ईकारस्य एकारादेशः, ईकारस्य गुणः एकारः. अतः जिह्रे योगः ति. अधुना वर्णमेलनं जिह्रेति इति रूपम् अस्तु. रमाबाई भगिनी अग्रे. महोदय, ह्री धातोः तत्र पुगन्ध पुक् आगमः न भवति वा तत्र? पुक् आगमः निच् प्रत्यये परे एव खलु, अत्र निच् प्रत्ययः नास्ति. किन्तु समानधातु तु एव खलु, समानधातु एव ह्री अति ह्री. हा, ह्री इति समानधातुः, परन्तु तत्र निच् प्रत्ययः अस्ति चेदेव पुगागमः, अतः अत्र पुगागमः नास्ति. अस्तु अस्तु अस्तु. संशयः अस्ति भगिनि, वेति इति धातौ भवति न श्रूयते न श्रूयते ओ वेति इति धातौ वि योगः ति अदादि धातौ एचोयवायवः तदनन्तरं वे योगः ति अच्वर्णः अस्ति वा अनन्तरम् अस्तु रमाबाय् भगिनि अस्तु भगिनि बि इति धातुः द्विभोत्यादिगणे अस्ति बि यो बि तत्र बि द्वित्वं भवति शपः श्लू इति कारणेन लोपः भवति परन्तु तत्र द्वित्वं भवति बिबि इति धातुः बिबियोः तिप् इति पकार लोपः भवति हलन्त्यम् इति सूत्रेण बिबियोः बिबियोः ति इति तिंशित् सार्वधातुकम् अस्ति पित् अपि अस्ति तेन कारणेन इकारस्य गुणः गुणः भवति बिबि बिबे इति भवति बिबेयोः इति बिबेति इति रूपः निष्पन्नः अस्ति सत्यं सत्यं बिबि इति बिबेति इति रूपं समीचीनं भि इति धातुः द्वित्वानन्तरं बिभि इति अस्ति बिभियोगः शप् योगः इति शप् इत्यस्य श्लू इत्यनेन लोपः तर्हि बिभियोगः इति पुनः गुणकार्यम् ईकारस्य गुणः एकारः बिभेति इति रूपम् अस्तु समीचीनं विनय् महोदय अग्रे सत्यं विनय् महोदय अस्ति वा विनय् महोदय अस्तु एतावता वसन्ती भगिनी न कृतवती वसन्ती भगिनी करोतु अस्तु तप्पिति दातु दिवादिगणे आत्मनेपदि दातु सो तप् प्लस् तिप् तप् योगः ते विकरणप्रत्यय श्यन् सो तप् योगः श्यन् योगः ते इति भवति ष्यन् विकरणप्रत्यये लशक्व तद्धिते अण्ड् हलन्त्यम् अनेन सूत्रेण षकारः नकारः लोपः भवति यकारः एव तिष्ठति सो तप् योगः यकारः ष्यन् षित् प्रत्यय सो इट् इस् अपित् सार्वधातुक अपित् सो निद्वं भवति सो गुणकार्यं मिति सूत्रेण गुणकार्यं बाधकम् अस्ति सो गुणकार्यं न सम्भवति सो तप् योगः य योगः ते मेलनं कारणेन तप्यते इति अन्तिमरूपं हा परन्तु तत्र समीचीनं भगिनी परन्तु तत्र चिन्तनं सम्यक् आसीत् यद्भवती सर्वम् उक्तवती सर्वं सम्यक् अस्ति परन्तु अत्र तप् इति धातौ इगन्त अङ्गमपि नास्ति उपादायमपि इक् वर्णः नास्ति अतः तादृशचिन्तनस्य आवश्यकता अत्र नास्ति खलु यतोहि इक् वर्णः एव नास्ति यतः गुणकार्यं भवितुमेव न अर्हति अत्र सूत्रस्य प्रसक्तिः एव नास्ति अतः केवलं योजना तप् योगः य योगः ते तप्यते इति रूपं तावदेव समीचीनं चिन्तनं सम्यक् आसीत् अत्र अष्टाध्यायी डाट् काम् इति सैट् मध्ये विशेषः इति दत्तमासीत् सार्वधातुककालकारणां सार्वधातुकलकाराणां विषये अयं धातुः विकल्पेनैव श्यन् इति विकरणं स्वीकरोति पक्षे औत्सर्गिके शप् विकरणप्रत्यये परे अस्य परस्मैपदस्य प्रत्ययाः भवन्ति इति. परस्मैपदं रूपमपि चतुर्थे गणे अस्ति, परन्तु तपति इति एव भवति इति अस्ति. ओ तप् हा, अत्र रूपद्वयं सम्भवति, तपति तप्यते, तप्यते, तपति तप्यते इति रूपद्वयं सम्भवति. यद्यपि मूले आत्मनेपदि अस्ति, परन्तु तत्र विकल्पेन श्यन् भवति इति कारणात् एकस्मिन् पक्षे परस्मैपदम्, अन्यस्मिन् पक्षे आत्मनेपदम्, अतः रूपद्वयं तपति तपते तप्यते इति रूपं. समीचीनं. एतावता कोऽपि अस्ति वा यः न पठितवान् वा न कृतवान्? एकः क्लेशः अस्ति इदानीं. एकं वदामि भगिनि. किं तप् इति प्रत्यय वदतु. तप् योगः श्यन् यकारमेव अवशिष्यते, योगः ति अर्थे प्रत्ययः. श्यन् इति शितः अस्ति चेत् अपित् अस्ति कारणात् गुणनिषेधः भवति वा? हा, परन्तु अत्र तु इक् वर्णः एव नास्ति खलु, तप् इति धातौ इक् वर्णः एव नास्ति, अतः तादृशचिन्तनस्य आवश्यकता नास्ति. ओके, पर ओके विकर्णप्रत्यय तप् योगः य योगः ते इति अस्ति. तप् इत्यस्मिन् धातौ इक् वर्णः एव नास्ति, अन्ते अपि नास्ति, उपादायमपि नास्ति. चिन्तनं मास्तु, चिन्तनं चिन्तनस्य आवश्यकता नास्ति, गुणस्य प्रसक्तिः एव नास्ति. ओके ओके भगिनी, अहं न पठितवती. ओ सुमन् भगिनी, ओ आगतवती वा? अस्तु अस्तु भगिनी. पूर्वं किञ्चित् क्लेशः आसीत्, अतः न आगन्तुं शक्तवती. चिन्ता नास्ति, चिन्ता नास्ति, अग्रे करोतु. लुप् खलु? सत्यम्. अस्तु, दिवादि गणे अस्ति लुब् धातु, तत्र विकर्णप्रत्ययः अस्ति श्यन्. लशकसभिते सूत्रेण शकारः इत्संज्ञा, तस्य लोपः अपि भवति. हलन्त्यं च सूत्रेण नकारस्य इत्संज्ञा लोपः च. अनन्तरं य एव अवशिष्यते. इदानीं लुब् धातु ह्रस्व उकार अस्ति उपधायां, किन्तु श्यन् षित् अस्ति, अतः सार्वधातुक अस्ति, किन्तु अपित् अस्ति, अतः सार्वधातुक अपित् सूत्रेण नित्वत् भवति. निति च सूत्रेण गुणकार्यं बाधितम् अस्ति, अतः लुब् योग य योग आत्मनेपदि वा परस्मैपदि वा सम्यक् न जानामि, लुभ्यति नो चेत् लुभ्यते भवति. लुभ्यति इति परस्मैपदि इति चिन्तयामि. लुभ्यति, लुभ्यति, अत्र गुणकार्यस्य निषेधः अस्ति यथा भगिनी उक्तवती. समीचीनं भगिनी, सम्यक्. तर्हि अत्र लुब् योगः य योगः ते दिवादिगणीयधातुः, अथवा अतः श्यन् इति प्रत्ययः. श्यन् इति प्रत्ययः यद्यपि सार्वधातुकप्रत्ययः अस्ति, उपधायां लघु इक् वर्णः अस्ति, अतः पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति, यतोहि निमित्तानि पूरितानि. उपधायां लघु इक् वर्णः अपि अस्ति, सार्वधातुकप्रत्ययः अपि अस्ति, तथापि अत्र गुणकार्यं बाधितम् अस्ति, यतोहि श्यन् इति प्रत्ययः अपित् अस्ति. सार्वधातुकम् अपित् इति सूत्रेण श्यन् प्रत्ययः निद्वत् अस्ति. तर्हि निद्वत् अस्ति इति चेत् निति च इति सूत्रेण गुणनिषेधः भवति, अतः पुगन्तलघुपदस्य च इति सूत्रं बाधितम् अस्ति, तस्य प्राप्तिः न भवति, अतः लुभ्यते, लुभ्यति इति एव रूपं. भगिनि, भगिनि, तप् धातु प्रसङ्गे परस्मैपदीरूपं तप्यति भवति किल, यकारविकरण तत्र एव अस्ति. तत्र भुवादिगणे भवति, इत्युक्ते विकल्पेन, विकल्पेन श्यन् भवति, एकस्मिन् पक्षे श्यन् भवति, अपरस्मिन् पक्षे शप् भवति. ओहो, ऐ डिण्ट् अण्डर्स्टाण्ड्. ओके, शप् भवति चेत् तपति इति रूपं, नो चेत् तप्यते. ओके ओके, थेङ्क् यु. अस्तु, शेखर् महोदय अग्रे करोति वा? अद्य मया न शक्यते, क्षम्यताम्। अस्तु अस्तु, अरुणा भगिनी करोतु, अत्रापि गुणस्य किमपि नास्ति, भगिनी अनन्तरं करोतु, इदानीम् अत्र कः करोति? जयश्री भगिनी कर्तुम् इच्छति वा? अस्ति वा जयश्री भगिनी? अस्तु, मीना भगिनी करोतु। वर्गे एव अस्ति खलु, दर्स् इति धातुः, दर्स् इति धातुः दिवादिगणं, दिवादिगणे दर्स् इति धातुः, दर्स् श्यं योगः, श्यं योगः धातु भवति, ते दश योगः श्यं योगः इति तत्र श्यं अपि श्यं शन् इति विकरणप्रत्ययः अपि अस्ति, तस्मात् भवति सूत्रेण गुणविषयः, परन्तु अत्र प्रसक्तिः अपि नास्ति इति चिन्तयामि, युगन्तं नास्ति, लघुपदायां इकर्णः अपि नास्ति, तस्मात् दस्यति इति एव रूपम्। समीचीनम्, अत्र तु चिन्तनस्य आवश्यकता नास्ति, श्यन् प्रत्ययः अपि अस्ति, निद्वत् अस्ति, मिति च सर्वं चिन्तनस्य आवश्यकता नास्ति, यतोहि दस् इति धातौ इक् वर्णः एव नास्ति, अतः गुणकार्यस्य प्रसक्तिः एव नास्ति, अतः दस् योगः योगः ति दस्यति इत्येव रूपम्। अस्तु, समीचीनम्, अग्रे उमा भगिनी करोतु। योगः ति, अत्र षिज् गुणकार्यं सम्भवितुम् अर्हः, किन्तु अपि तसि तस्मात् सार्वधातुक अपि ङित्वत् तस्मात् गुणकार्यं बाधः, तस्मात् षिज् प्लस् योगः य प्लस् ति स्विद्यति। समीचीनं, समीचीनम्, तर्हि स्विद् इति धातौ उपदायाम् इक् वर्णः अस्ति, परन्तु श्यन् इति प्रत्ययः अपित् अस्ति, यतोहि तत्र पकारस्य इत्संज्ञा नास्ति, अतः सार्वधातुकप्रत्ययः अपित् अस्ति चेत् विद्वत् भवति, अतः स्मिति च इत्यनेन गुणनिषेधः, यद्यपि पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः नास्ति, यतोहि बाधकसूत्रम् अस्ति, स्मिति च इति सूत्रं बाधकसूत्रम्। अस्तु, अग्रे अरुणा भगिनी। खिद् धातु द्विवादिगणे अस्ति, खिद्योगः अस्ति, विकरणप्रत्यय द्विवादिभ्यो शन् इति सूत्रेण यकार आगच्छति, अनुबन्धलोपेन शकारलसग्बदिते लोपः भवति, पकार तिप् पकारलोपः भवति, द्विवादि शन् सार्वधातुकप्रत्ययबद् अपित् सार्वधातुक अपित् नित् किनिति चेत् सूत्रे गुणनिषेधः भवति, उपदा अस्ति लघु पद स्थाने, परन्तु किनिति इति सूत्रेण बाधकत्वं भवेत् खिद्यति इति रूपं भवति। समीचीनं, खिद्यति इति रूपम्, अत्र गुणनिषेधः अस्ति, अतः उपदायाम् इक् वर्णस्य गुणः न भवति, पुगन्तलघुपदस्य च इति बाधितमस्ति, खिद्यते आत्मनेपदि, खिद्यते परस्मैपदी नास्ति, आत्मनेपदी। अस्तु, समीचीनं भगिनि, विनय् महोदय अस्ति वा? आं भगिनि, तर्हि क्लेशः, परन्तु अहम् इदानीम् आगतवान्, अहं कर्तुं शक्नोमि अत्र। अस्तु अस्तु, अग्रे कर्तु। तुदादिगण तुदादिगणे तुदादिगणे सुदादिगणः वयं जानीमः प्रथमतया तिङ् प्रत्ययः कथं भवति लट् लकार युनो आधारेण. तर्हि शप् प्रत्ययः आगच्छति, परन्तु शप् प्रत्यय विकर्ण प्रत्ययः श अस्ति, शप् नास्ति. अतः श शः लन्त योग अ श लषप् तदिथे आधारेण लोपः य य अवशिष्यते. तर्हि धातुः कः? अहं कृष्णधातु कृष्णधातु पश्यामि वा? न, क्षिप् क्षम्यता, क्षिप्. तर्हि धातु क्षिप् अस्ति. यदि धातुः सुदादिगणे अस्ति तर्हि अपित् भवति. यदि अपित् भवति तर्हि स्पष्टतया किञ्चित् अतिदेश अनुसार तर्हि किञ्चि च भवति. अतः गुणबाधकं गुण नास्ति. तर्हि लट्लकार विवक्षा आगच्छति. तर्हि क्षिप अङ्ग अपि नास्ति. अतः क्षिप प्रहलन्त योग अ क्षिप, तर्हि ते क्षिपते. हा, समीचीनं. क्षिपति इति रूपम् अत्र पुगन्तलघुपदस्य च इति बाधितमस्ति. सुदादिगणे अपि प्रत्ययः अपित् अस्ति, श इति प्रत्ययः अपित् अस्ति, अतः निद्वत् भवति, अतः गुणकार्यं बाधितम्, अतः क्षिपति इति रूपम् अस्तु. अग्रे शेखर् महोदय. श्रूयते किं? श्रूयते. अग्रिममस्ति धातुः कृष् इति, सुदादिगणे प्रत्ययः अस्ति श इति, सः प्रत्ययः अपित् अस्ति, इत्यस्मात् सार्वधातुकं तत्र शकारः अस्ति, लषक्पतटिते इत्यनेन शकारः अपगच्छति, अकारः एव अवशिष्यते. स प्रत्ययः अपित् अस्ति इत्यस्मात् सार्वधातुकम् अपित् इत्यनेन नित्वत् अस्ति, गुणकार्यं तत्र निषिध्यते, तेन कृषति इति रूपं सिध्यति. सत्यं सत्यं, समीचीनं. पुगन्तलघुपदस्य च इति सूत्रं बाधितमस्ति क्नीति च इत्यनेन, अतः गुणकार्यस्य निषेधः. अस्तु, सम्यक्. अग्रे गीता भगिनी करोतु. अस्ति वा गीता भगिनी? भगिनी अस्ति वा? अस्तु, लक्ष्मी भगिनी करोतु. कर्ष्यामि भगिनि. गुज् धातु तुदादिगणे शा विकर्णप्रत्ययः, गुज् शा इति योगे शा इति विकर्णप्रत्ययस्य अकारान्त आकृति लषक्व थतिदे इति सूत्रेण शकारलोपः भवति, आ अकार एव तत्र भवति. अनन्तरं शा इति अपित्वात् तत्र गुणनिषेधितं निषेध्यते, अतः गुज् आ गुजति इति रूपं निष्पन्नः. समीचीनं, गुजति गुजति इति रूपं. सम्यक्, समीचीनम्. तर्हि अत्रापि गुणनिषेधः अन्यत् किमपि नास्ति, अतः गुजति इति रूपम्. अस्तु, गीताञ्जलि भगिनी अग्रे. मिल् इति तु दादिगणे अस्ति चेत् शक् श इति विकरणप्रत्यय अस्ति. श इति षित् तिङ्क्षित् सार्वधातुकम् अस्ति, किन्तु अपित् अस्ति सार्वधातुकम् अपित् सूत्रेण, निति च सूत्रेण गुणबाधक अस्ति. अत्र श विकरणप्रत्ययस्य षित् लशक्वतद्धिते कारणेन भवति, अ इति अवशिष्यते. मिल् योगः अ योगः ति अत्र मिलति. सम्यक्, मिलति इति रूपं, पुनः अत्रापि गुणनिषेधः. अस्तु, अग्रे ललिता भगिनी. अस्तु जि, सृज् योगः शायोगः इति, श आ एव अवशिष्यते लशक्वतदिते इति सूत्रेण, सृज्योगः आयोगः इति सृजति, सार्वधातुकम् अपित् इति कारणे, तिंशित् सार्वधातुकम् इति कारणेन सार्वधातुकसंज्ञा भवति, सार्वधातुकम् अपित् इति कारणेन किङिति च बाधकसूत्रं गुणबाधकसूत्रमस्ति, तत्कारणात् सृजति इति रूपम्. समीचीनं, सृजति इति रूपम्. अत्र ऋकारस्य गुणः न भवति, गुणः न भवति. सत्यं भगिनी, किञ्चित् भ्रमः जातः. मिलति अपि अत्र मिल योगः ति, किन्तु ति तु सार्वधातुकप्रत्यय अस्ति, अत्र उपधा उपधायां कः वर्णः? ओ अस्तु अस्तु, कः वर्णः अस्ति उपधायां? मिल इक् इगन्त नास्ति. उपधायां कः वर्णः अस्ति? लकार. लकारः अस्ति, सत्यं. क्षम्यतां, न चिन्ता नास्ति, समीचीनं. भगिनि, हा, मिल् धातु द्विधादिगणे द्वौ धातौ अस्ति, एक सङ्गमे आत्मनेपदी भवति मिल् धातु. अन्ये धातु आत्मनेपदी अस्ति वा? अस्तु, तर्हि तत्र एकः धातुः परस्मैपदी अस्ति, अन्यः धातु उभयपदी अस्ति, अर्थः भिन्न अस्ति. एक अर्थः मिल् शोषणे, तदनन्तरं सङ्गमे इति अर्थे पदी. तर्हि तत्र मिलति इति एकं रूपम्, अन्यः धातुः अस्ति चेत् मिलति मिलते इति रूपद्वयं सम्भवति. अस्तु, समीचीनम्. अग्रे वासुदेवन् महोदय वक्तुमिच्छति वा? महोदय, अस्तु अस्तु, अग्रे उमा भगिनी वदतु. क्षम्यतां भगिनी, मिल अरुणा भगिनी भगिनी वार्ता. मिल् इति अर्थद्वयम् अस्ति, श्लेषणे तत्तु मिलति एव भवति न भगिनि? मिलति, हा मिलति, तत्र तत्र द्वौ धातुः स्तः, अतः एकः धातुः मिलति इति रूपम्, अन्यः धातुः मिल् सङ्गमे इति धातुः, तत्र रूपद्वयम् अस्ति, उभयपदी अस्ति धातुः, अतः मिलति मिलते इति रूपम्. ओ, किन्तु मिल् श्लेषणे मिलति एव. हा हा, श्लेषणे इत्युक्ते भगिनि? श्लेषणे इत्युक्ते तत्र पृथक्करणे इति चिन्तयामि. अत्र शेखर् महोदय जानाति वा श्लेषणे? हा, श्लेषणे इत्युक्ते पृथक्करणे इति. ओ अस्तु भगिनि, धन्यवादः. Do you mean separation? Making a separation? Togetherness. हा, टुगेदर्नेस् इति अस्ति. श्लेषः इति चेत् अत्र इत्युक्ते तत्र सम्बन्धः इति अर्थः, कनेक्षन्. ओ पृथक् न करणे. अत्र श्लेषः, एकक्षणम्. हा, श्लेषणे इति अस्ति. श्लेषः इत्युक्ते तत्र अत्र बहवः अर्थाः सन्ति. तेषु तत्र काम्बिनेशन्, कनेक्षन्, अटाचिङ्ग् इति भिन्नभिन्नार्थाः सन्ति. ओ पृथक् न करणे इत्युक्ते. हा, पृथक् करणे इति चिन्तितवती. अत्र तु तत्र काम्बिनेशन् तत्र तथा आगच्छति वा? विश्लेषण, अश्लेषण. विश्लेषणं बि उपसर्गपूर्वकः श्लेष् धातुः. तथा तु अर्थः विश्लेषणम् इत्युक्ते विशदीकरणं खलु, सेपरेशन् खलु. विश्लेषणम् इति, हा, विश्लेषणम् इति तत्र विश्लेषणम् एक्स्पेन्शन् करालु. विश्लेषणम् इत्युक्ते विशदीकरणम्, एक्स्प्लेनेशन्, विशदीकरणं. हा, विश्लेषण इत्युक्ते स्पष्टीकरणं. सेपरेशन् इत्यस्मिन् अर्थे अपि अस्ति, परन्तु स्पष्टीकरणम् इत्यस्मिन् अर्थे अपि अस्ति. ओ अस्तु, तर्हि अग्रे धातु तु श्लिष् एव न. हा, श्लिष् इति धातु. श्लिष् श्लिष् एव धातु. श्लिष् धातु. श्लेष्ण. श्लेष् इति नास्ति, श्लेषणे इति तत्र ल्युडन्तरूपं. श्लिष् एव धातु. श्लिष् इति धातुः, परन्तु तत्र मिल् धातोः अर्थः श्लेषणे इति अस्ति खलु, तस्मिन् विषये. अस्तु, अग्रे उमा भगिनी करोतु. स्पृष् धातुः तुदादिगण श प्रत्ययः लशक्वतिदे इति सूत्रेण अवशिष्यते, शकारः लोपः भवति. स्पृश् धातुः पुगन्धलघुपदस्य ऋकारः अस्ति, किन्तु अपित् कारणात् किङिति च सूत्रेण गुणः न सम्भवति. सो स्पृशति इति रूपं भवति. स्पृश् प्लस् अ प्लस् ति स्पृशति. सत्यं सत्यं, गुणः नास्ति. समीचीनम्. अग्रे वेङ्कटरामन् महोदय. आं भगिनि, करोमि. इल् धातुः, इल् धातुः तुदादौ भवति. तुदादिगणस्य विकरणप्रत्ययः ष अस्ति. तिङ्क्षित् सार्वधातुकम् इत्यनेन तत्र सार्वधातुकसंज्ञा अपि अस्ति. उपधायां ह्रस्व इकारः अस्ति. पुगन्तलघुपदस्य इति सूत्रं, सूत्रस्य प्रसक्तिः अपि अस्ति. परन्तु श इति अपित् अस्ति, श इति अपित् अस्ति. सार्वधातुकम् अपित् इत्यनेन सूत्रेण नित्वत् भवति, ञति च इत्यपि सूत्रेण गुणनिषेधकं तत्र भवति. अतः इल् योगः अयोगः ति वर्णमेलनेन इलति इति भवति. हा, समीचीनं, सम्यक्. अग्रे रामनाथन् महोदय. सृज् चुरादौ, चुरादौ, चुरादौ वा? ओके. सुच् दातु, मुच् मुच् दातु. निजन्तमेव न चुरादिगणे. ओके. रूपद्वयं भवितुम् अर्हति. चुरादौ शप् एव विकर्णप्रत्ययः शप् एव. एतत् धातु इगन्त लघुपदधातु उगन्तलघुपदस्य इति कारणात् क्षितः कारणात् गुणः भवति. मुच्छः मोच् मोच् योगः अकारः मोच योगः ति मोचति इति रूपं मोचते इति रूपम् अस्ति चेत् तत्र भुवादिगणे स्यात् खलु. सारि सारि अत्र निच् प्रत्ययः नित्य नित्यरूपेण विद्यते खलु मोचते न प्रथमतया मुच् धातुतः णिच् प्रत्ययः विद्यते. णिच् प्रत्यये तत्र किम् अवशिष्यते प्रथमतया क्रमेण चिन्तनीयं. मुच् योगः णिच् तर्हि णिच् प्रत्यये किम् अवशिष्यते? णिच् प्रत्ययस्य अनन्तरं हा तदनन्तरं शप् भवति. प्रथमतया तत्र यदा हि णिच् प्रत्ययः विधीयते तत्र नूतनधातुः निष्पद्यते. णिच् प्रत्ययार्थे चकारं हलन्ति इति सूत्रे इत्संज्ञा भवति. इकारम् उच्चनार्थं सारि नकारं इकारः उच्चारणार्थः नास्ति. ओके ओके नकारं किमर्थं नकारः केन सूत्रेण गच्छति? चूटून् सूत्रेण. चूटुः चूटुः इति सूत्रे नकारम् इत् भवति इकारमेव अवशिष्यते. शुचि योगः शुचि इति कथं सारि मुचि मुचि मुच् योगः इति प्रत्ययः कीदृशः? प्रत्ययस्य स्वभावः कः? इगन्तप्रत्ययः. किम् ऐ नीड् सम् रिफ्रेश्मे ऐ मीन् हा अत्र विजयलक्ष्मी भगिनी सहायं करोतु. अत्र मुच् योगः स्वार्थे निच् भवति प्रथमं. निच् इत्यस्य हलन्त्यम् इत्यनेन चकारस्य इत्सम्या भवति. चुटु इत्यनेन णकारस्य इत्सम्या भूत्वा तस्य लोपः इति सूत्रात् लोपः भवति. इकारः अवशिष्यते. मुच् योगः इ अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन आर्धधातुक प्रत्ययः एतत् निकटं जानीमः. सार्वधातु शेषः यद् सार्वधातुकः न तद् आर्धधातुकः. तस्य सूत्रं किम् इति शेषः आर्धधातुकम् इति खलु आर्धधातुकं शेषः शेषः तस्मात् अत्र मुच् योगः इ मुच् इति धातोः उपधायां लघु उकारः अस्ति. पुगन्तलघुपदस्य च इत्यनेन गुणः भूत्वा मोच् योगः इ मोचि इति नूतनधातु निष्पद्यते. मोचि योगः शप् योगः तिप् चुरादौ विकर्णप्रत्ययः शप् अस्ति. मोचि योगः शप् योगः तिप् इति भवति. अनन्तरं हलन्त्यं लशक्व तद्दिते तस्य लोपः इति सूत्राणि उपयुज्य अनुबन्धानां लोपः भवति. मोचि योगः अयोगः ति इति भवति. अत्र मोचि योगः अ सार्वधातुक प्रत्ययः अस्ति. अ मोचि इत्यस्य गुणस्य प्रसक्तिः प्राप्तिः द्वौ अपि अस्ति. मोचे योगः अयोगः ति इति भवति. मोचे योगः अ एचो यवा यावः इति सन्धिसूत्रेण मोच योगः अय् योगः अयोगः ति मोचयति इति भवति. समीचीनम्. अत्र रूपद्वयमस्ति, मोचयति मोचयते, मोचयति मोचयते इति रूपद्वयम्. धन्यवादः भगिनि. सर्वेषां कृते स्पष्टमस्ति वा? मुच् योगः णिच् इति अस्ति. णिच् प्रत्यये तत्र णकारस्य चुटु इत्यनेन इत्संज्ञा, चकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा, इ इति अवशिष्यते. तर्हि मुच् योगः इ, अत्र स्वार्थे णिच् प्रत्ययः अस्ति, इ इति अवशिष्यते. अधुना चिन्तनीयम्, अत्र इ इति प्रत्ययस्य कृते मुच् इति अङ्गम् अस्ति, तर्हि तत्र अङ्गकार्यं भवितुम् अर्हति, यतोहि उपादायम् इक्वर्णः अस्ति. तर्हि इ इति इति प्रत्ययः कीदृशः? तिङ् अपि नास्ति, षित् अपि नास्ति. तिङ् प्रत्ययेषु अन्यतमः नास्ति निच् प्रत्ययः, षित् अपि नास्ति, षकारस्य इत् अपि नास्ति. अतः सार्वधातुकप्रत्ययः नास्ति. सार्वधातुकः नास्ति चेत् आर्धधातुकप्रत्ययः अस्ति. आर्धधातुकप्रत्ययः इदानीं मुच् धातुतः अस्ति. मुच् धातौ इक् वर्णः अस्ति उपदायाम्, अतः पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः. यतोहि तस्मिन् सूत्रे सार्वधातुकप्रत्ययः भवतु, अर्धधातुकप्रत्ययः भवतु, द्वयोः कृते सूत्रस्य प्रसक्तिः भवति. अतः मुच् इत्यस्य उकारस्य गुणः मोच् योगः इ. मोचि इति नूतनधातुः अस्ति चिरादिगणे. अधुना मोचि योगः शप् योगः ति. मोचि इत्यस्य अन्ते इकारः अस्ति, इगन्तम् अङ्गम् अस्ति, अनन्तरं शप् प्रत्ययः अस्ति. यथा भुवादिगणे गुणकार्यं भवति, अत्रापि सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः मोचे योगः अयोगः ति. मोचे इत्यस्य यान्तावान्तदेशसन्धिः अयादेशः, मोचय योगः ति मोचयति अथवा मोचयते. स्पष्टं खलु महोदय? तत्र शप् प्रत्यये अस्ति इति कारणतः तत् सार्वधातुकं खलु, कथम् अर्धधातुकम् इति उच्यते? न, शप् प्रत्ययः सार्वधातुकः, अत्र णिच् प्रत्ययः अर्धधातुकः. ओ, शप् अत्र प्रथमतया धातुः निष्पादनीयः. चुरादिगणे यदा हि णिच् विधीयते तत्र नूतनधातुः निष्पद्यते. अधुना धातुतः पुनः तिङ् प्रत्ययः विधीयते, तत्र मध्ये शप् आगच्छति. यथा अत्र भुवादिगणे प्रक्रिया भवति तथैव अत्रापि भवति. भेदः कः इति चेत् णिच् प्रत्ययस्य अङ्गं मुच् इति मत्वा तत्र अर्थधातुकम् इति. न, मुच् इति मत्वा नास्ति, अत्र मुच् योगः णिच् इति अस्ति. णिच् प्रत्ययः अर्धधातुकः अस्ति, यतोहि तिङ् अपि नास्ति, षित् अपि नास्ति. अतः प्रथमतया णिच् प्रत्ययं निमित्तीकृत्य अङ्गकार्यं कुर्मः. अङ्गकार्यं किं? गुणकार्यं. तर्हि मोच् योगः इ. मोचि इति नूतनधातुः, इदानीं नूतनधातुः अस्ति भवतः पुरतः, भवत्याः पुरतः. तर्हि मोचि धातुतः तिङ् प्रत्ययः विधीयते, तत्रापि शप् इति विकरणप्रत्ययः विद्यते. यथा भुवादिगणे, भुवादिगणे यथा कार्यं भवति तथैव अत्रापि. अस्तु, स्पष्टम् इदानीं. धन्यवादः भगिनि. अस्तु, अग्रे राहुल् महोदय करोति वा? तिज् इति, तिज् योगः णिच् योगः शप् योगः तिङ् अतिप्. तिज् योगः णिच् आदौ णिच् णिच् प्रत्ययस्य चुटु इत्यनेन अपि च हलन्त्यम् इत्यनेन इत्संज्ञा भूत्वा केवलम् इ इति अवशिष्यते. तिज् यो अधुना तिज् योगः इ योगः शप् योगः ति. तिप् तिज् अधुना एतत् इ इति निच् प्रत्यय अर्धधातुकम्, अतः अपि च पुगन्तलघुपदस्य उपादायां तु इ इति इक्वर्णः अस्ति, ह्रस्व इक्वर्णः, अतः तत्र तेज् इति भवति. अधुना तेज् योगः शप् योगः ति. निच् प्रत्ययः अस्ति खलु, प्रथमतया निच् प्रत्ययेन प्रत्ययं मिल् योजयतु. तेजि भवति मिलित्वा, तेजि योगः शप् योगः ति. शप् इति पुनः अ इति अवशिष्यते. तेजि योगः अयोगः ति. एचोय वायावः इत्यनेन तेजय इति भवति. तेजय योगः ति तेजयति इति रूपं. सत्यं, तेजयति तेजयते इति रूपद्वयम्. अस्तु, समीचीनं. स्पष्टं खलु सर्वेषां कृते? प्रश्नः अस्ति वा? तेजि योगः अ प्रथमं गुणकार्यं भवति, तेजे योगः अ भवति अनन्तरमेव एचोय वायावः, तेजे अयादेशः न उक्तं वा? न उक्तं मया. हो न उक्तं. तर्हि तेजि इति नूतनधातुः अस्ति, न तेजि इति नूतनधातुः अस्ति. तेजि योगः शप् योगः इति, तत्र तेजि इगन्ताङ्गम् अस्ति, अतः शप् प्रत्ययं निमित्तीकृत्य अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः तेजे योगः अयोगः ति यचोयवायावः इत्यनेन अयादेशः तेजय योगः ति तेजयति. अस्तु समीचीनम्. अस्तु सुमन् भगिनी अग्रे करोतु. आं भगिनि, इदानीं वर्ध अस्ति, तत्र प्रथमं निच् प्रत्यय आदेशः भवति, क्षम्यताम् आगच्छति वर्ध योग निच्. वयं पूर्वं चर्चितवन्तः निच् प्रत्यये इकार एव अवशिष्यते. वर्ध धातोः किमपि इक् वर्ण अन्ते नास्ति, उपधायाम् अपि नास्ति, अतः नूतनधातु न एकनिमिष अत्र तु अ अस्ति खलु उपधायां भगिनि? अत्र उपधायां कः वर्णः? रेपः नास्ति. अतः इदानीं वर्ध योगः इ वर्धि नूतनधातु भवति. वर्धि योगः शप् द्वितीयसोपानम् अस्ति. तत्र शप् सार्वधातुकम् अस्ति, प्रत्ययः अस्ति, पित् अपि अस्ति, अतः इदानीं वर्धि अस्ति. तत्र तस्य इकारस्य अन्ते इकार अस्ति, तत् तस्य गुणः भवति वर्धे भवति. इदानीं वर्धे योगः अकार अयोग ति भवति. इदानीं एचोयावायवः यान्तवान्तदेशसन्धि कार्यं करोति, एकारस्य स्थाने ऐ आगच्छति, अकार यकार. इदानीं वर्ध ऐ योगः अवर्धय भवति, वर्णमे मेलन मेलनन्तरं वर्धयति भवति, वर्धयते इति रूपद्वयम् अस्ति. तर्हि आहत्य तत्र अभ्यासः जातः सम्यक्तया. भगिनि एकः संशयः, वेन् यु एड् निच् इकार आलोन् जायिन्स् न अत्र आर्धधातुकम् इति वदति, आर्धधातुकस्य प्रसक्तिः कः अत्र? न अत्र आर्धधातुकप्रत्ययस्य स्वभावः प्रत्ययः अस्ति चेदेव गुणकार्यं भवति खलु, अत्र प्रत्ययः नास्ति चेत् गुणकार्यं न भवति खलु. सारधातुक अर्धधातुकयोः इति सूत्रं किं वदति? प्रत्ययः परः सारधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः परः अस्ति चेत् गुणकार्यं भवति इति वदति. तर्हि मुच् इति धातुं स्वीकरोति चेत् मुच् योगः णिच्, तर्हि मुच् इति धातौ गुणकार्यं कथं भवितुमर्हति? यदि सारधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः अस्ति चेदेव भवति. अतः णिच् प्रत्ययः कीदृशः इति चिन्तनीयं, तस्य स्वभावः कः इति चिन्तनीयम्. अत्र णिच् प्रत्ययः अर्धधातुकप्रत्ययः, अतः अत्रापि गुणकार्यं भवति, अतः मोच् भवति, मोचि इति नूतनधातुः. अवगतम्? हा, सर्वत्र यत्र कुत्रापि व्याकरणलोके गुणकार्यं भवति चेत् अत्र प्रत्ययः सर्वत्र भवेत्. प्रत्ययः नास्ति चेत् गुणकार्यं न भवति, प्रत्ययः एव अत्र निमित्तमस्ति खलु. अतः अङ्गकार्यस्य कृते प्रत्ययः आवश्यकः, अतः प्रत्ययः कः इति चिन्तनीयं सर्वत्र. अस्तु, तर्हि अत्र इति गुणस्य परिचयः अग्रे सार्वधातुकप्रकरणे इत्यस्मिन् पाठे इतोपि विस्तरेण वक्ष्यते इति उक्तम्। अत्र पाठः समाप्तः, नूतनपाठः आरप्स्यते। भगिनि एक प्रश्न, भगिनि प्रश्न तु न, किन्तु किमपि प्रत्यय धातोः परे अस्ति चेत् प्रथमकार्यं प्रत्ययस्य स्वभावेन कारणं किमपि यदि भवति तत् प्रथमं भवति, तदनन्तरं प्रत्यय योजयामः इति? न न न, प्रत्ययस्य योजनानन्तरमेव कार्यं भवति। प्रथमं धातुः अस्ति, धातुतः प्रत्ययः विधीयते, यदा प्रत्ययः विधीयते तर्हि तत्र प्रथमं प्रत्यये इत्संज्ञकवर्णानां लोपः भवति, तदनन्तरं प्रत्ययः कीदृशः इति चिन्तनीयं, प्रत्ययस्य स्वभावः कः इति चिन्तनीयम्। अस्तु, अधुना अत्र आर्धधातुकप्रत्ययः अस्ति, आर्धधातुकप्रत्ययः अस्ति चेत् कीदृशकार्याणि भवितुमर्हन्ति इति चिन्तयामः। तर्हि अत्र तु मुच् इति धातौ इक् वर्णः अस्ति उपदायाम्, अतः उगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति, तस्य प्राप्तिः अपि भवति, यतोहि आर्धधातुकप्रत्ययः अस्ति, अतः मोचि इति धातुः निष्पद्यते। ओ, प्रथम मुच् मुच् मुच् तः मोच् न भवति, किन्तु प्रथमं निच् प्रत्ययः विधीयते, यावत्पर्यन्तं निच् प्रत्ययः न विधीयते तावत्पर्यन्तं मोच् न भवितुम् अर्हति। तत्तु सत्यं भगिनि, किन्तु यदि विधीयते तदनन्तरं मुच् मुच्तः प्रथमतया मोच् भवति, तदनन्तरं मोचि भवति। सत्यं सत्यं। सो प्रथमतया मुच् मोच् कथं भवति? मुच् मोच् आर्धधातुकप्रत्ययपरे अस्ति चेत् भवति न? सत्यं, तदेव उक्तवती खलु, आर्धधातुकप्रत्ययः निमित्तं नास्ति चेत् मोच् न भवितुम् अर्हति। तदेव अहं वक्तुमिच्छामि भगिनि, प्रथमतया प्रत्ययस्य स्वभावेन किमपि कार्यं भवेत् तदनन्तरं मोच् योगः इ प्रत्यय स्वयं योजयामः? न न न, तथा नास्ति। इत्युक्ते किं, प्रत्ययस्य स्वभावं ज्ञात्वा तदनन्तरम् इ इति योजयति इति वा? न, तदनन्तरं स्वभाव इत्युक्ते आर्धधातुक अस्ति चेत् एव निमित्तं मुच् मोच् भवति, ततः प्रथमकार्यं प्रथमसोपानं, तदनन्तरं मोच् योगः इ इत्युक्ते इ प्रत्यय परं योजयामः। तथा नास्ति भगिनि, तथा नास्ति। प्रथमतया निच् प्रत्ययः विधीयते, धातुतः निच् प्रत्ययः विधीयते प्रथमं सोपाने, यावत्पर्यन्तं निच् प्रत्ययः नास्ति, अहं न जानामि भवती अपि तदेव वदन्ति अस्ति वा इति न अवगतं, परन्तु यावत्पर्यन्तं निच् प्रत्ययः न विधीयते तावत्पर्यन्तं मोच् इति भवितुं नार्हति। भवती वक्तुमिच्छति मोच् इति करोमि प्रथमं, तदनन्तरम् इ इति योजयामि इति भवती वदति खलु? आम् आं भगिनि, यदि भवितुम् अर्हति, यदि निच् आगच्छति तदनन्तरं तथा न भवितुम् अर्हति। प्रथमतया प्रथमसोपाने धातुतः निच् विधीयते, धातुयोगः निच्, धातुयोगः इ इति अस्ति, इदानीम् इ इति अस्ति, इ इति प्रत्ययः अर्धातुकप्रत्ययः अस्ति इति कृत्वा एव मोच् भवति, मोच् योगः इ मोचि। भवती किं वदन्ती अस्ति इति चेत् मुच् इति धातुः अस्ति, आर्धधातुकप्रत्ययः भवति अग्रे, अतः अहं मोच् करोमि, इदानीं मोच् योगः इ इति वदति खलु? तथा नास्ति। अस्तु, यावत्पर्यन्तं प्रत्ययः न विद्यते तावत्पर्यन्तं गुणकार्यं न भवितुम् अर्हति। यदि प्रत्ययः नास्ति चेत् अङ्गमेव नास्ति खलु, कथम् अङ्गकार्यम् इति वक्तुं शक्यते? अस्तु, लघु उपधा अस्ति मुच्, लघु उपदा इति अङ्गं नास्ति खलु, अङ्गमिति अङ्गमित्युक्ते किम्? ओ, अङ्गं तु अङ्गं मुच् प्रत्ययात् पूर्वं किम् अस्ति तत् अङ्गं, यदि णिच् इति प्रत्ययः अस्ति तदनन्तरं तदानीमेव अङ्गं भवति खलु, पुगन्तलघुपदस्य च इति अङ्गकार्यम् अस्ति, यत्र यत्र अङ्गकार्यम् इति वदामः तत्र प्रत्ययः भवेत्। प्रत्ययः नास्ति चेत् अङ्गकार्यम् इति वक्तुं न शक्यते. अस्तु अस्तु, धन्यवादः. अस्तु तर्हि अत्र अग्रिमपाठः अस्ति, नूतनपाठः. एकं स्पष्टीकरणीयं भगिनि. भवती उक्तवती इकार अस्ति अतः आर्धधातुक, किन्तु इकार एव न द्रष्टव्यं खलु? न न, इकारः अस्ति इति आर्धधातुक इति न उक्तवती. यः प्रत्ययः सार्वधातुकः नास्ति सः प्रत्ययः आर्धधातुकः. तिंशित् भिन्नः अस्ति चेत् आर्धधातुकः इत्येव उक्तवती. निच् प्रत्यये द्रष्टव्यं खलु? निच् न निच् प्रत्ययः तत्र इ इति अवशिष्यते. इ इति प्रत्ययं स्वीकृत्य पश्यामः, निच् प्रत्यये न पश्यामः. अनुबन्धलोप वयं तु शप् अस्ति चेत् शप् प्रत्यये एव पश्यामः खलु? न, तत्र तत्र किं तथा किमर्थं तथा पश्यामः इति चेत् षित् प्रत्ययः सार्वधातुकः इति कृत्वा तथा पश्यामः. परन्तु आर्धधातुकस्य विषये यः प्रत्ययः षित् नास्ति, यः प्रत्ययः तिङ् नास्ति, सः प्रत्ययः आर्धधातुकः. तर्हि अत्र अत्र इत्संज्ञकवर्णानां लोपानन्तरमेव पश्यामः. इ इति प्रत्ययः आर्धधातुकः, निच् प्रत्ययः अपि आर्धधातुकः इति वक्तुं शक्यते. अत्र भेदः नास्ति. निच् प्रत्ययः आर्धधातुकः इति वदतु चेत् अपि उदाहरण एव वदामि. शिच् आसीत् चेत् तत्र सार्वधातुकं भवति. अस्तु, शित् अस्ति चेत् सार्वधातुकं भवति. निच् स्थाने शिच् आसीत् चेत् इदानीं शिच् किमपि तदा सार्वधातुकः भवति. तदा सार्वधातुकः भवति. भगिनी, अग्रिमवर्गः कदा भविष्यति? अग्रिमसप्ताहे. अग्रिमसप्ताहे सोमवासरे एव. सोमवासरे एव. अस्तु, समयः अपि अभवत्. अत्र नूतनपाठः किञ्चित् पश्यामः इति चिन्तितवती, परन्तु समयः अभवत्. अग्रिमसप्ताहे पश्यामः. कोऽपि प्रश्नः वा? किं पाठं न्यू पाठ किं? धातुविज्ञानम् इति विषयः. धातुविज्ञानं. धन्यवादः. मम ई पत्रे करपत्रम् आसीत्, इदं करपत्रमपि आसीत्. सिद्धं सिद्धं, करपत्रं सिद्धम्. आम् आम्. अस्तु, तर्हि अग्रे अग्रे पश्यामः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः.